सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति धातुपाठे हल् सन्धिः प्रथमभागः. अयं नूतनः विषयः अस्ति. तर्हि हल् सन्धिविषये अस्माभिः पूर्वं पठितमासीत्. अत्र तु हल् सन्धिः एव पुनः विषयः अस्ति, परन्तु पूर्वं यद् यानि सूत्राणि पठितानि तानि न सन्ति अत्र. अत्र नूतनानि सूत्राणि पदनिर्माण अवसरे हल् सन्धेः अवसरः. पूर्वं यद् पठितं तत्तु एकस्मिन् पदे पदस्य अन्ते हल् वर्णः, अनन्तरं द्वितीयपदे हल् वर्णः तथा आसीत्. अत्र तु एकस्मिन्नेव पदे पदनिर्माण अवसरे हल् सन्धेः अवसरः इति विषयः अस्ति. अत्र चत्वारि करपत्राणि सन्ति, प्रथमभागः, द्वितीयभागः, तृतीयभागः, चतुर्थभागः इति. क्रमेण प्रत्येकं स्वीकृत्य वयम् अग्रे गच्छामः. अस्य एतेषां सूत्राणां तत्र बहु लाभः वर्तते, यतोहि न केवलं तिङ्गन्तप्रकरणे, सुबन्तप्रकरणे अपि एतेषां प्रयोगः तदा तदा भवति. अतः एतेषाम् अध्ययनं सम्यक्तया भवति चेत् तत्र महान् लाभः अस्ति अस्माकम् इति उक्त्वा साक्षात् करपत्रं प्रति गच्छामः. किं तत्र विजयलक्ष्मी भगिनी पठितुमिच्छति वा? भगिनि, भगिनि, यु वाण्ट् टु रिपीट् द न श्रूयते भगिनि. किं रिपीट्? वर्गस्य अन्ते करोति वा? हा, वर्गस्य अन्ते करोति. अस्तु, विजयलक्ष्मी भगिनि आरम्भं करोतु. धातुपाठे हल् सन्धिः यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अच् वर्णैः, नाम अ आ इ ई उ ऊ ए ऐ इत्येभिः, अथवा एभिः हल् वर्णैः य र व म न त थ ध स. यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य र इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्तः चेदपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति, यथा धा धातुः दधा योगः तः, दध् योगः तः, धत्तः. अपि च प्रत्ययः त थ ध स इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते. व म न इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते. सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति. हल् सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ अपि च हलः विकारो भवति. भगिनी, एतत् सर्वम् उदाहरणं यदा पश्यामः तदा एव अवगच्छामः. अत्र इत्युक्ते अत्र प्रक्रियायाः विषयः नास्ति. अत्र कुत्र इत्युक्ते सारांशरूपेण अत्र उक्तमस्ति कुत्र कुत्र हल् सन्धेः अवसरः भवति, पूर्वं कः वर्णः भवेत्, अनन्तरं कः वर्णः भवेत् इत्युक्ते कुत्र कुत्र प्रचुररूपेण सन्धिः भवति इति चेत् वयं द्रष्टुं शक्नुमः त थ ध स इति एते वर्णाः अनन्तरं सन्ति, तदानीं तत्र सन्धेः अवसरः भवति अधिकतया. हल् सन्धिः हल् सन्धिः पूर्वं हल् वर्णः अस्ति अनन्तरं त थ ध ध स चत्वारः वर्णाः तकार तकारः अनन्तरं धकारः सकारः मकारः नकारः अस्ति चेत् कुत्रचित् भवति य र व इति अस्ति चेत् कुत्रचित् विरलतया भवति अग्रे पठामि वा आमां पठतु वक्ष्यमाणसूत्रैः लोपो व्योर्वली षष्टमाध्यायस्य प्रथमपादस्य षट्षष्टितमं सूत्रं श्वोः शूडनुनासिके च षष्टमाध्यायस्य चतुर्थपादस्य ऊनविंशतितमं सूत्रं राल्लोपः समानम् अत्र एकविंशतितमं सूत्रम् इति त्रयः त्रीणि सूत्राणि धातुः हलन्तः प्रत्ययस्य प्रथमवर्णः अ आ इ ई उ ऊ ए ऐ य र वर्णमेलने मेलनमेव सन्धिः न भवति व म न चेत् आधिक्येन न भवति यथा रुध् योगः अन्ति रुधन्ति इति वर्णमेलनं प्रत्ययः अदादिः अस्ति रुणध् आवहै रुणधावहै प्रत्ययः अदादिः अरुन्ध् योगः ई अरुन्धि अत्र प्रत्ययः इदादिः इदादिः इत्युक्ते ओ इत् ईकारः अस्ति इति रुन्ध् योगः ईत् रुन्धीत् प्रत्ययः ईदादिः किमपि श्रूयते ध्वनिः रुन्ध् योगः ईत् रुन्धीत् प्रत्ययः ईदादिः अभिभय योगः उः अभिभयुः अत्र उदादिः जागर् योगः ऊकः जागरूकः अत्र ऊदादिः रुन्ध् योगः ए रुन्धे एदादिः प्रत्ययः रुणध् योगः ऐ रुणधै ऐदादिः प्रत्ययः रुन्ध् योगः यात् रुन्ध्यात् प्रत्ययः यकारादिः दीप् योगः रः न रुन्ध् योगः यात् रुन्ध्यात् प्रत्ययः यकारादिः दीप् योगः रः दीप्रः प्रत्ययः रेफादिः धातु पठे हल् सन्धि भगिनी अष्टम रुन्ध् रुन्ध् इत्येव किमर्थं सर्वत्र कुत्र रुदादिगणे इत्युक्ते रुदादिगणे सर्वे हलन्तदातवः तदनन्तरं हल् वर्णः प्रत्ययस्य आदौ हल् वर्णः अस्ति चेत् हल् सन्धेः अवसरः भवति प्रत्ययस्य आदौ अश्वर्णः अस्ति चेत् हल् सन्धेः अवसरः न भवति केवलं वर्णमेलनमेव भवति अस्तु अस्तु परन्तु अत्र केवलं रुदादिगणस्य धातवः भवन्ति इति न खलु जनरल् न रुदादिगणस्य दातवः भवन्ति एव इति न केवलं तत्र अवसरः अस्ति इति कृत्वा तथा उक्तम् अस्तु अस्तु आधिक्येन सन्धिः न भवति केवलं वर्णमेलनमेव यथा इदानीं पूर्वं दृष्टवन्तः अग्रे रुन्ध् योगः वः रुन्ध्वः वकारादिप्रत्ययः रुन्ध्मः मकारादिप्रत्ययः यत् योगः नः यत्नः नकारादिप्रत्ययः अत्रापि केवलं वर्णमेलनमेव अस्ति इदानीं धातुः हलन्तः प्रत्ययस्य प्रथमवर्णः न न एकक्षणम् एकक्षणं सम्यक् सम्यक् बहु सम्यक् सम्यक्तया पठितवती अत्र अत्र विषयः कः इति चेत् प्रथमः पाठः अस्ति मम पृष्ठतः ध्वनिः अस्ति बहिः ध्वनिः अस्ति तत्र लौड् स्पीकर् जायमानः अस्ति अतः किमपि कर्तुं न शक्नोमि तर्हि अत्र श्रूयते वा मम ध्वनिः अथवा क्लेशः अस्ति वा श्रूयते खलु इत्युक्ते अत्र यथा अत्र उक्तं हल्सन्धेः अवसरः पूर्वम् अच्वर्णः अनन्तरम् अच्वर्णः अस्ति चेत् हल्सन्धेः अवसरः नास्ति पूर्वं हल्वर्णः तदनन्तरं हल्वर्णः य र व म न त थ ध स इत्येतेषु कश्चन वर्णः अस्ति चेत् तत्र अवसरः अस्ति प्रचुररूपेण थ थ ध स अस्ति चेत् तत्र तु भवति तर्हि तदेव अत्र प्रदर्शितमस्ति धातोः अन्ते रुन्द् इति धातोः अन्ते हल्वर्णाः सन्ति अनन्तरम् अच्वर्णः अस्ति चेत् तत्र तु केवलं वर्णमेलनमेव भवति अग्रे व म न अस्ति चेत् आधिक्येन सन्धिः न भवति केवलं वर्णमेलनमेव भवति अपि च प्रत्ययस्य प्रथमवर्णः थ थ ध स अस्ति चेत् तत्र वर्णविकारः भवति वर्णविकारः भवति इति इदानीम् अग्रे क्रमेण वयं पश्यामः अग्रे सरस्वती भगिनी पठति वा आं भगिनि धातुः हलन्तः प्रत्ययस्य प्रथमवर्णः हल्सन्धिः यथोक्तं हल्सन्धौ हलः विकारो भवति कुत्रचित् पूर्ववर्णस्य विकारः भिन्नति कुत्रचित् परवर्णस्य विकारः चष् योगते चष्टे कुत्रचित् पूर्वपरयोर्विकारः दोग् योगति दोग् योगधि दोग्धि अद्यापि पठित्वा एकवारमेव पूर्णतया वदामि आमामां वदतु पठतु अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः थकारादिप्रत्ययाः धकारादिप्रत्ययाः सकारादिप्रत्ययाश्च संयुज्यन्ते इति ज्ञास्यामः तर्हि अत्र द्वितीयबिन्दुः अस्ति धातुः हलन्त् अस्ति प्रथम तदनन्तरं हल् अन्तः अस्ति धातु परन्तु प्रत्ययस्य प्रथमवर्णः थकार धकार सकार थकार धकार सकार अस्ति चेत् कथं हल् सन्धि भवति तस्य उदाहरणम् अत्र दत्तमस्ति कदाचित् पूर्ववर्णस्य विकारः भवति उदाहरणरूपेण भिन्नद् भिद् धातुतः भिन्नद् यद्भवति तदनन्तरं यत् ति अस्ति तदा भिन्नत् योगति भवति भिन्नति भिन्नत् योगति भिन्नति भिन्नति कदापि परवर्णस्य विकारः तर्हि सूत्रं मास्तु न इदानीं भगिनि तर्हि भिन्नत् योगति तत्र तु खरि च एवं भवति वा अस्तु चष् योगते तर्हि तत्र प्रत्ययस्य वर्णस्य परिवर्तनं भवति विकारः भवति तत्र तकारस्थाने तकार आगच्छति शृणास्तुः इति सूत्रेण गच्छति दोग् योगति अत्र पूर्वपरयोः द्वयोः अपि विकारः भवति घकारस्थाने गकार आगच्छति तथा तकारस्थाने धकार एवं दोग्धि भवति अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति जशस्ततोर्दोधः तथा जलां झषि एवं दृश्यते परन्तु अत्र किम् अस्ति इत्युक्ते पूर्ववर्णस्य विकारः अपि भवितुमर्हति कदापि परवर्णस्यपि कदाचित् पूर्वपरयोः वर्णस्य विकारः भवितुम् अर्हति अग्रे पठामि किं भगिनि आमाम् अग्रे पठतु अस्तु तृतीयबिन्दुः अस्ति हल् सन्धिविधयः चतुर्षु विभागेषु विभक्ताः तर्हि कथं तस्य विभाजनम् अभवत् हलन्ते प्रथमं तु अस्ति हलन्तेभ्यो धातुभ्यः लङ्लकारस्य सप्रत्ययस्य सप्रत्ययश्च एतय प्रत्ययश्च एत्यनयोः योजनविधिः, तर्हि सकारस्कारः अस्ति चेत् लङ्लकारः, धातु अस्ति हलन्तः, लङ्लकारस्य कार्यमस्ति अत्र सप्रत्ययस्य सप्रत्ययस्य, इत्युक्ते प्रथमपुरुष एकवचन तथा मध्यमपुरुष एकवचन अस्तु. द्वितीयबिन्दुः अस्ति हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य हलन्तेभ्यो धातुभ्यः सकारादि, यदि केवलं प्रत्ययः सकारः नास्ति परन्तु सकारादिप्रत्ययः अस्ति तर्हि कथं तस्य विधिः अस्ति लङ्लकार, हा अन्ये न तु लङ्लकारस्य सप्रत्ययस्य अस्ति. तृतीय अस्ति हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः, पुनः लङ्लकारस्य सप्रत्ययम् अतिरिच्य. चतुर्थः अस्ति हलन्तेभ्यो धातुभ्यः धकारादिप्रत्ययानां योजनविधिः. एवं चतुर्षु विभागेषु विभक्ताः सन्ति. अग्रे सम्यक्. तर्हि अत्र इत्युक्ते अत्र अस्मिन् करपत्रे हलन्तेभ्यः धातुभ्यः लङ्लकारस्य तप्रत्ययः सप्रत्ययः अनयोः योजनविधिः अस्य चर्चा अत्र भवति. इत्युक्ते लङ्लकारे यत्र एकाल् प्रत्ययः, तकारः इति प्रत्ययः, सकारः इति प्रत्ययः, एकाल् प्रत्ययः वर्तते, तत्र योजनविधिः इति विषयः अत्र अस्मिन् करपत्रे. तत्पश्चात् द्वितीयकरपत्रे हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययः अस्ति चेत् लङ्लकारं विहाय तत्र योजनविधिः, तत्र कानि सूत्राणि सन्ति इति पश्यामः. तदनन्तरं तृतीयकरपत्रे हलन्तेभ्यः धातुभ्यः तकारादि थकारादि प्रत्ययः अनयोः योजनविधिः. चतुर्थकरपत्रे हलन्तेभ्यः धातुभ्यः दकारादिप्रत्ययानां योजनविधिः इति अत्र चत्वारि करपत्राणि सन्ति. अस्तु भगिनि, तत्र केवलं तत्र अपृक्त एकाल् प्रत्ययः अग्रे किञ्चित् पठतु. अपृक्त एकाल् प्रत्ययः, यस्य प्रत्ययस्य एक एव अल् तस्य अपृक्तसंज्ञा भवति. एकश्चासौ अल् एकाल् कर्मधारयः, अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तम्, प्रत्ययः प्रथमान्तम्, त्रिपदमिदं सूत्रम्, सूत्रं स्वयं सम्पूर्णम्, एकाल् प्रत्ययः अपृक्तः. तर्हि एक अपृक्त एकाल् प्रत्ययः संज्ञासूत्रमस्ति, अपृक्तसंज्ञा अस्ति अत्र. एक अल् अस्ति प्रत्ययस्य एक अल् अस्ति तर्हि यस्य प्रत्ययस्य केवलम् एक एव अल् अस्ति तस्य अपृक्तसंज्ञा भवति. तर्हि अत्र एकः च असौ अल् एकाल् कर्मधारयसमासः अस्ति. एवमेव अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदं सूत्रम्. अत्र अनुवृत्तिः नास्ति किमपि, यतोहि सम्पूर्णं सूत्रमेव अस्ति एकाल् प्रत्ययः अपृक्तप्रत्ययः संज्ञासूत्रम्. अपृक्तम् अपृक्तप्रत्ययः इत्युक्ते किं, तर्हि एकाल् अस्ति तदा तस्य अपृक्तसंज्ञा भवति. सम्यक् समीचीनं. तर्हि अत्र संज्ञासूत्रम् अस्ति अपृक्त एकाल् प्रत्ययः, प्रत्ययस्य अपृक्तसंज्ञा इति संज्ञा भवति. यत्र एकः एव अल् एकः एव वर्णः वर्तते तदानीम् अपृक्तसंज्ञा भवति. तर्हि अपृक्तसंज्ञायाः प्रयोजनं किम् इति अग्रे पश्यामः. तर्हि इतः अग्रे किं शोभाभगिनी अग्रे पठति वा? आं भगिनि, एकक्षणं. हलन्तेभ्यो धातुभ्यः ति सि सम्बन्धिनां प्रत्ययानाम् अपृक्तप्रत्ययानां लोपो भवति. हल्याभ्यो दीर्घात् स्तुतिस्य पृक्तं हल् इति सूत्रं. हलन्तात् दीर्घण्यन्तात् दीर्घावन्तात् च सुतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनेन प्रथमविभक्तौ सु इत्यस्य सकारस्य लोपः, लङि प्रथमपुरुषे तकारस्य लोपः, मध्यमपुरुषे सकारस्य लोपः च, हल् च णि च आप् च तेषाम् इतरेतरद्वन्द्वः हळ्ण्यापः इति तेभ्यः हळ्ण्याभ्यः हळ्ण्याभ्यः सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतिसि सुतिसिनः अपृक्तं सुतिस्य पृक्तं हळ्ण्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्य पृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं लोपो व्योर्वली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः अनुवृत्तिसहितसूत्रं दीर्घात् हल्ण्याभ्यो सुतिसि अपृक्तं हल् लुप्यते तत्र हल्ण्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रम् इति सूत्रे हलन्तात् किं प्रत्ययः किं भवति तत्र एकक्षणं स्तुतिसि अपृक्तं हल् लुप्यते इति तत्र अपृक्तसंज्ञकस्य हलः लोपः इति अस्ति केषाम् इत्युक्ते हलन्तः भवेत् अपि च दीर्घ अण्यन्त्यात् इति तत्र पूर्वमपि अस्माभिः दृष्टं तत्र णि आप् णि इति णीष् णीप् इति अपि च आप् इति तेषां हळ्ण्याभ्यः इति भवति अपि च क्षमतां तत्र तेषां किं भवति ण्याप् इति भवति तेन सह हल् इति योजयित्वा हळ्ण्याभ्यः इति भवति तर्हि तत्र प्रथम एतेषां लङि प्रथमपुरुषे तकारस्य लोपः भवति मध्यमपुरुषे सकारस्य लोपः भवति हल् अपि च अन्यत् किम् अस्ति क्षम्यतां तत्र ध्वनिः अस्ति मम बेक्ग्रौण्ड् नाय्स् अस्ति श्रूयते वा भगिनि आमां श्रूयते नास्ति चिन्ता वदतु अस्तु सम्यक् अस्ति अस्तु तत्र ध्वनि इदानीं नास्ति अपि च अन्यत् किमस्ति पूर्वं दृष्टवन्तः सुतिसि इति सुतिसि नः इति भवति इति सुतिसिन् इति अस्ति सुतिसि नः इति षष्ठी विभक्तिः भवति अपृक्तं सुतिस्य पृक्तम् इति तत्र समस्तपदं भवति अन्यत् किमस्ति लोपो व्योर्वलि इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः स्वीकृतम् अपि च अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः इति कर्मणि प्रयोगे लुप्यते इति रूपविकारः इत्युक्ते अनुवृत्तिसहितसूत्रे दीर्घात् हळ्ण्याभ्यो हळ्ण्याभ्यः सुतिसि अपृक्तं हल् लुप्यते इति स्वीकृतम् इत्युक्ते तत्र सूत्रे हळ्ण्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति एव दत्तं किन्तु अनुवृत्तिसहितसूत्रे लुप्यते इति स्वीकृतम् अस्ति तदेव तत्र कर्मणि प्रयोगे इति उक्तं तावदेव अस्ति तत्र इति मन्ये भगिनि आमां समीचीनम् इत्युक्ते अस्मिन् करपत्रे अत्र लङ्लकारस्य तकारः इति प्रत्ययः सकारप्रत्ययः अनयोः लोपः भवति प्रथमतया तदनन्तरं यदा इत्युक्ते धातुतः यदा लङ्लकारस्य प्रत्ययः त इति प्रत्ययः त इति प्रत्ययः सकारः इति प्रत्ययः तकारः इति प्रत्ययः विधीयते कस्यचित् प्रतिध्वनिः भगिनी कृपया म्यूट् करोतु भगिनि शोभा भगिनि प्रतिध्वनिः अत्र नास्ति किन्तु म्यूट् करोमि भगिनि न जाने कुतः यतोहि केवलं भवति एव अन्म्यूट् अस्ति इति तत्र यदा प्रत्ययः विधीयते तदानीं तत्र सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा जायते प्रथमसोपाने पदसंज्ञा जायते यदा पदसंज्ञा जायते तदानीं पदान्ते कार्याणि भवन्ति पदान्ते कार्याणि इत्युक्ते सामान्यतया चतुसन्धि चत्वसन्धि तु भवति परन्तु तान् विहाय इतोपि सन्धिकार्याणि भवन्ति तेषाम् अध्ययनम् अस्मिन् करपत्रे तेषाम् अध्ययनं भवति. तत्र तस्मिन् क्रमे प्रथमं सूत्रमस्ति हल्याभ्यो दीर्घसुतिस्य पृक्तं हल्. इदं सूत्रं पठितं खलु पूर्वं बहुवारं पठितमिति. तर्हि तत्र सूत्रं किं वदति इति चेत् हलन्तधातुः अथवा हलन्तप्रातिपदिकं भवेत्. हलन्तधातुतः तकारः इति अपृक्तसंज्ञकप्रत्ययः, टी सि इत्यनेन तकारः इति अपृक्तसंज्ञकप्रत्ययः, तिप् इति प्रत्ययः, सिप् इति प्रत्ययः. यदा तत्र एकः एव वर्णः भवति, अपृक्तवर्णः भवेत्. तकारः इति अपृक्तः हल् वर्णः, सकारः इति अपृक्तः हल् वर्णः, तादृश हल् वर्णः लुप्यते इति तिङन्तप्रकरणे. अनन्तरं सुबन्तप्रकरणे दीर्घात् ण्यन्तात् इत्युक्ते दीर्घ आकारान्तात् अथवा दीर्घ ईकारान्तात्. आकारान्तात् इत्युक्ते तत्र स्त्रीप्रत्ययः यत्र भवति, दीर्घ आकारान्तस्त्रीप्रत्ययः, टाप् टाप् चाप्. अनन्तरं दीर्घ ईकारान्तः नीप् नीष् नी निय इति एते प्रत्ययाः सन्ति चेत् तेभ्यः सु इति प्रथमविभक्तौ एकवचने सु इति प्रत्ययः अस्ति चेत् तादृशसु इति प्रत्ययस्य लोपः भवति इति अत्र सूत्रार्थः वर्तते. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. नमस्कारः. प्रश्नः अस्ति, पृच्छामि वा. तत्र ति इत्यनेन तत्र लङ्लकारस्य प्रथमपुरुष तकार त इति त इति प्रत्ययः अस्ति किल भगिनि? किं किं लङ्लकारे? लङ्लकार प्रथमपुरुष एकवचने त इति प्रत्यय तकारः अस्ति किल, तत्रैव लोपः तिप् इति नास्ति किल तत्र तु? तिप् एव प्रत्ययः. तिप् प्रत्ययस्य केवलम् एकः एव वर्णः यत्र भवति. तत्र तिप् इति मूलप्रत्ययः, तस्य इतश्च इत्यनेन इकारस्य लोपः यदा भवति तदानीं केवलं तकारः एव अवशिष्यते. अस्तु, तर्हि तत्र ओके एवं वा. अहं चिन्तित सु इत्यनेन सुप् इति तु विवक्षितं, तिप् ति इत्यनेन त इति विवक्षितं वा? अस्तु अस्तु. इत्युक्ते तिप् सिप् तत्र अपृक्तः वर्णः यत्र अस्ति, अपृक्तः तिप् सिप्. हा अस्तु, अवगतं भगिनि. अत्र अहं चिन्तितवती किमर्थं ति इति लिखितं, तकारः एव अस्ति किल, किमर्थं ति इति लिखितम् इति चिन्तितं. परन्तु तिप् स्थाने यद् तकारः आग इकारस्य लोपः भवति तत्र तकारः एव अवशिष्यते. अस्तु, तस्मात् किमर्थं लुप्यते इति स्वीकृतम्, अग्रे अपि लोपः इति भवति, किमर्थं तत्र लुप्यते इति स्वीकृतं भगिनि? अत्र लोपः इति किमर्थं न उक्तम्? न, लोपः इत्युक्ते हलः लोपः इति वक्तव्यं. तत्र सूत्रे तु हल् इति अस्ति, लोपः इति कृदन्तं पदमस्ति. तस्य योगे तत्र षष्टिविभक्तिः स्यात्, हलः लोपः इति स्यात्, परन्तु सूत्रे हल् इति अस्ति, अतः हल् लोपः इति न वक्तुं शक्यते. अतः हल् लुप्यते इति तत्र परिवर्तनं. उत्तमम्, अति उत्तममस्ति. धन्यवादः. अस्तु, समीचीनं. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. किं लक्ष्मी भगिनी अग्रे पठति वा? नमस्ते भगिनि, पठामि भगिनि. नमस्कारः भगिनि, कश्चन संशयः इदानीं. हल्गाभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यत्र अत्र लक्षणे उक्तं यत् सुतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः इति उक्तं खलु. अपृक्तसंज्ञकस्य एकः एव अपृक्तसंज्ञकः इति एकः एव वर्णः स्यात्. तत्र हलः इत्युक्ते यत्र स्वरः अस्ति तस्य लोपः न भवति, हल् अपृक्तसंज्ञकस्य एव लोपः इति स्वीकुर्मः खलु? आमामाम्. इत्युक्ते यथा ए इ इति प्रत्ययः अपि तिङ् प्रत्ययः सन्ति खलु, ए इ. हा हा, इत्युक्ते तिङ् प्रत्ययेषु अपृक्तसंज्ञक अजादिप्रत्ययः अपि सन्ति. किन्तु अत्र अत्र एव किमस्ति न, अत्र अस्माकं पुरतः इदानीं सु ति सि एते प्रत्ययाः एव सन्ति, ते सर्वे हलः एव. तर्हि पुनः किमर्थं हलः इति पृथक्तया वक्तव्यम् इति? स्तुतिसि हलः एव इति न वक्तुं शक्यते. कदाचित् हलः नास्ति अपि भवितुमर्हति खलु. इत्युक्ते कुत्रचित् ईडागमः भवति तदानीं हलः नास्ति, अथवा ईडागमः भवति तत्र अत्र दृष्टं खलु अस्ति सिचोपृत्तेः इत्यत्र ईडागमः भवति तदानीं लङ्लकारे हल् वर्णः हलः नास्ति, इदानीम् अजादिः अस्ति. ओके, हलः इत्युक्ते हलादि इति नास्ति खलु, केवलं हल् वर्णस्य लोपः इति अर्थः खलु. एकः एव वर्णः अस्ति चेत् हलः इत्यनेन हलादिः इत्येव अर्थः. अस्तु अस्तु. एकः एव वर्णः अस्ति सः हल् वर्णः इति चेत् हलादिः इत्येव अर्थः अस्ति. यदि सः अजादिः भवति ईडागमः अथवा अन्येन मार्गेण अजादिः भवति तदानीं लोपः न भवति. तर्हि तर्हि तत्र अपृक्तसंज्ञकः अपि न भवेत् खलु, यदि ईडागमः भवति चेत्. ईडागमः भवति चेत् अपृक्तसंज्ञकः न भवति, परन्तु इत्युक्ते अत्र प्रश्नः अस्ति टि सि इत्यनेन किं बुध्यते. टि सि इत्यत्र इदानीं तिप्रत्ययः सिप्रत्ययः, तत्र यत्र इकारः लुप्यते इतश्च सूत्रेण सुत् इति एव तिष्ठति, सः अपृक्तसंज्ञकः, हलादि अपृक्तसंज्ञकः एव, तस्य लोपः भवितुम् अर्हति. तर्हि अपृतसंज्ञकस्य लोपः इति वक्तुं शक्यते. दीर्घसदृशतत्वं हल् हलः लोपः अपृक्तहलः लोपः इति पृथक्तया उक्तत्वात् अन्यत् किमपि अस्ति वा इति संशयः जातः. अपृक्तं हल् अपृक्तं हल् लुप्यते. अत्र अत्र लिखितमस्ति, यदि अस्मिन् सूत्रे हल् इति शब्दः नैव विद्यते तर्हि लिट्लकारस्य प्रथमपुरुष एकवचनस्य प्रक्रियायां तिप् प्रत्ययस्य नल् आदेशः आदेशे कृते इत्संज्ञलोपानन्तरं तस्य अ इति रूपस्य अपृक्तत्वे सिद्धे पपाट इत्यादिषु स्थलेषु प्रकृतसूत्रेण अस्य अकारस्यापि अनिष्टलोपः भवेत्. तस्य बाधनार्थम् एव प्रकृतसूत्रे अपृक्तशब्दस्य हल् इति विशेष्यं विशिष्टरूपेण निर्दिष्टम् अस्ति. ओ अस्तु, लिट्लकारे कस्य नल् भवति भगिनि? प्रथमपुरुषे एकवचने तिप् प्रत्ययस्य नल् इति आदेशः. ओ अस्तु, तत्र अ इति अजादिः अकारः एव. ओके, ओ तिप् इत्यस्य अकारः एव तिष्ठति अन्यत्र लिट्लकारे. तर्हि तस्य अपृतसंज्ञकः भवति, तस्य लोपः न भवति, केवलं हल् अपृक्तस्य इति. अस्तु अस्तु. कुत्र लिखितं भगिनि? अष्टाध्यायम्. हा अस्तु भगिनि, पठामि भगिनि इदानीं. समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र? एक, प्रथमः हलन्तधातुतः लङ्लकारस्य सि ति च प्रत्ययोः परयोः अत्र सुत् इत्यनयोः लोपः भवति, यथा अरुणद् योगत् अरुणद् तकारः लोपानन्तरम् अभिनद् योगत् अभिनद् अहन् योगत् अहन् अधोग् योगत् अधोग् असंस्त् योगत् असंस्त् अरुणद् योगस् अरुणद् अभिनद् योगस् अभिनद् अहन् योगस् अहन् अधोग् योगस् अधोग् असंस्त् योगस् असंस्त्. द्वितीयः बिन्दुः, अत्र किमपि नास्ति, यत्र हल्गाभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन ति इति प्रत्ययस्य इकारलोपानन्तरं तु इति एव तिष्ठति, तस्य अपि च सिप् प्रत्ययस्य सकारस्य लोपः जायते अनेन सूत्रेण. लोपानन्तरं केवलं अवशिष्टभागः तिष्ठति इति अत्र उदाहरणरूपेण प्रदर्श्यन्ते. द्वितीयबिन्दुः अस्ति हलन्तप्रातिपदिकात् सुप्रत्ययः. तत्र सुप्रत्ययस्य उकारः अनुनासिकः, अतः उपदेश अजनुनासिक इत् इत्यनेन लोपः. तदा सु इति अपृतसंज्ञकः प्रत्ययः अवशिष्यते. अनेन हलन्तप्रातिपदिकानाम् एकवचने प्रथमाविभक्त्यन्तः पदानां विसर्गः नास्ति. यत्र प्रातिपदिकं हलन्तः अस्ति ततः परं सुप्रत्ययः यथा विधीयते तत्र सुप्रत्ययस्य उकारः अनुनासिक उकारः इति कारणात् इत् संज्ञकः भवति उपदेश्याच अनुनासिक इत् इत्यनेन तस्य लोपः अपि भवति. केवलं स इति यत्र अवशिष्यते हलन्तप्रातिपदिकानाम् एकवचने प्रथमविभक्त्यन्तः पदानां विसर्गः नास्ति. तर्हि अत्र विसर्गः न भवति परम् अनेन सूत्रेण सकारस्य लोपः जायते इति अत्र वैशिष्ट्यमस्ति. यत्र सामान्यतया अजन्तप्रातिपदिकमस्ति सुप्रत्ययः अस्ति चेत् अत्र तु विसर्गः सम्भवति किन्तु अत्र यत्र हलन्तप्रातिपदिकमस्ति ततः परं सुप्रत्ययः विभक्तिप्रत्ययः यथा विधीयते उकारः इत्संज्ञकः इति कारणात् लुप्यते सकारः एव अवशिष्यते तत्र विसर्गः न भवति. किन्तु हल्गाभ्यो दीर्घासूत्रस्य प्रथमहल् इत्यनेन सकारः लुप्यते. उदाहरणानि सुहृद् योगस् सुहृद् मरुत् योगस् मरुत् वणिज् योगस् वणिज् परं जलां च शुन्द इत्यनेन वणिग् वावसान इत्यनेन वणिक् वणिग् वाच् योगस् वाच् वणिज् जकारस्य गकारादेशः चोकुः अभ्यस्तसंज्ञकः न चोकुः चोहुकुः सम्यक् क्षम्यताम् अत्र चोहुकुः इत्यनेन वणिग् परं पावसाने खलु वणिक् वणिक् वणिग् इति रूपद्वयं वाच् योगस् इत्यत्रापि वाच् इति एव अवशिष्यते सकारस्य लोपानन्तरं चोहुकुः वाक् वावसाने वाग् वाक् वस्तुतः चोहुकुः चोहुकुः जलं जशोन्ते वावसाने अस्तु ओके चोहुकुः जलं जशोन्ते वावसाने अस्तु दिश् योगस् इत्यत्रापि समानकार्याणि दिक् दिग् इति रूपद्वयं सरित् योगस् सरित् इति उदाहरणानि तिष्ठानि. अग्रे अपि बिन्दुद्वयमस्ति पठानि किम् आमां पठतु. दीर्घन्त्यात् नाम स्त्रीलिङ्गे दीर्घन्यन्तात् दीर्घन्यन्तात् नाम स्त्रीलिङ्गे दीर्घ ईकारान्तात् प्रातिपदिकात् नदी योगसु इत्यत्र नदी योगस् इति अवशिष्यते तत्र सकारस्य लोपानन्तरं नदी. चतुर्थः बिन्दुः दीर्घ आबन्तात् नाम स्त्रीलिङ्गे दीर्घ आकारान्तात् प्रातिपदिकात् लतायोगसु लतायोगस् लता इति रूपं निष्पद्यते. स्त्रीलिङ्ग प्रातिपदिकस्य विषये अत्र उक्तं यत् ण्यन्तात् ङी अन्तात् ण्यन्तात् दीर्घ ङी यत्र प्रत्ययः स्त्रीलिङ्ग स्त्रीलिङ्गपदस्य निष्पद्यार्थं युज्यते तस्मिन् सन्दर्भे सुप्रत्ययस्य विधानवेलायां नदीयोगसु इत्यत्रापि ईकारान्तपदं नदी इत्यत्र प्रायः ङीप् ङीषु ङीनर्तनयोः इत्येषु एकः अस्ति. नदीयोगसु इत्यत्रापि सकारः लुप्यते हल्गाभिदीर्घसूतिस्य पृच्छं हल् इत्यनेन नदी इति रूपं निष्पद्यते. दीर्घ आबन्तात् अत्रापि आप् अन्तः आबन्धः चाप् टाप् डाप् प्रत्ययाः यथा आकारान्त यथा निष्पद्यते श्रीलिङ्गपद निष्पत्तिवेलायां तत्रापि सुप्रत्ययः यथा विधीयते ततः परं सकारस्य लोपः अनेन सूत्रेण जायते. उदाहरणं लता लता इत्यत्रापि आकारः स्त्रीलिङ्गप्रत्ययेषु अन्यतमः, टप् डाप् चाप् इत्येषु अन्यतमः अस्ति. लतायोगसु इत्यत्र लता इति अवशिष्यते, निष्पद्यते, लता इति पदं निष्पद्यते इति अत्र उक्तम्. समीचीनम् नास्ति, केवलम् अस्य सूत्रस्य प्राप्तिः कुत्र कुत्र भवति इति अत्र प्रदर्शितम्. समीचीनं समीचीनं. तिङ् तिङ् प्रसङ्गे कुत्र कुत्र, तिङ् प्रसङ्गे तु केवलं लङ्लकारे एव हल्याभ्यो दीर्घसुतिस्य पृत्तं हल् इत्यस्य प्रसङ्गः अस्ति. धातुः हलन्तः अस्ति अथवा प्रक्रियायां हलन्तः यदा भवति तदानीमपि कार्यं भवितुमर्हति अस्य कार्यं. तत् जुहोति अधिगणे अस्माभिः दृष्टं तत्र यदा प्र धातुः तत्र गुणः यदा भवति चेत् पिपर् इति यदा भवति अपिपर् अपिपर् इत्यत्र इदानीं हलन्तः जातः, वस्तुतः धातुः तु अजन्तः, प्र इति अजन्तधातुः, परन्तु पिपर् इति हलन्तः यदा जातः तदानीमपि हल्याभ्यो दीर्घसुतिस्य प्रथमं हल् इत्यस्य प्रसङ्गः भवति. तत्र लङ्लकारस्य प्रथमपुरुषे एकवचने, लङ्लकारस्य मध्यमपुरुषे एकवचने अपृक्तसंज्ञकः प्रत्ययः वर्तते चेत् अत्र कार्यं भवति हल्याभ्यो दीर्घसुतिस्य प्रथमं हल्. अनन्तसुबन्तप्रक्रियायां हलन्तप्रातिपदिकं प्रथमविभक्तौ एकवचने सु इति प्रत्ययः, तत्र सुप्रत्ययस्य लोपः भवति यथा सुहृद्, मरुत्, वणिज् इत्यादयः. अनन्तरं प्रातिपदिकात् यत्र स्त्रीलिङ्गप्रातिपदिकम् आकारान्तप्रातिपदिकम् अथवा दीर्घ ईकारान्तप्रातिपदिकं, तस्मात् सुप्रत्ययस्य लोपः भवति, अतः एव नदी, लता इति इत्यादीनि रूपाणि लभ्यन्ते. अस्तु, तर्हि किञ्चित् अग्रे गच्छामः. अग्रे वंसी भगिनी पठति वा? आं भगिनि. लङ्लकारस्य प्रसङ्गः. अधुना प्रश्नः उदेति कुत्र कुत्र लङ्लकारे त स इत्यनयोः लोपः भवति. हल्याभ्यो दीर्घात् श्रुतिश्च प्रोक्तं हल् इति सूत्रस्य प्रसक्तिः यत्र तत्रैव. ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः. इदमपि वक्तव्यं यत् धातुतिङ्प्रत्ययोः मध्ये कोऽपि अजन्तप्रत्ययः न आगच्छेत्. अजन्तप्रत्ययः आयाति चेत् तिङ्प्रत्ययात् प्राक् हल् वर्णः नास्ति, अतः सूत्रस्य प्रसक्तिः नास्ति. प्रत्ययात् प्राक् हल् वर्णः स्यात् हल्याभ्यो. इह सर्वे विक्रणप्रत्ययाः अजन्ताः, अतः मध्ये विक्रणप्रत्ययः न स्यात्. अस्तु अस्तु, लङ् लकारे कुत्र कुत्र अस्य सूत्रस्य प्रवृत्तिः अस्ति इति प्रश्नः अस्ति. तत्र हल्याभ्यो दीर्घाचुतिश्च प्रोक्तं हल् इति यत्र कार्यं करोति इत्युक्ते यत्र यत्र हलन्तधातुतः हलन्तधातु भवेत् तस्मात् अनन्तरं यदि तत्र प्रत्ययः अस्ति, एकाल् प्रत्ययः अस्ति, तस्य लोपः भवति इति उक्तमस्ति. ज्ञातं यत् अस्य सूत्रस्य भवति धातु हलन्तः. मुख्यविषयः यत् अस्ति धातु हलन्तः भवेत्, अतः तत्र अपि च तत्र धातु तिङ् प्रत्ययोः मध्ये कोऽपि अजन्तप्रत्ययः न आगच्छेत् इत्युक्ते तत्र यदि धातु हलन्तः अस्ति तथापि तस्मात् यदि प्रत्ययः एकाल् प्रत्ययः अस्ति तर्हि तस्मिन् मध्ये तुदादिभ्यः शः इति यदि तुदादिगणे पश्यामः शः इत्यस्य आ इति अवशिष्यते. यदि आ इति विकरणप्रत्ययः मध्ये आगच्छति तस्मिन् समये तत्र हलः लोपः इति उक्तम्, अतः तत्र अकारः भवेत् अभवति तस्मात् तिङ् प्रत्ययः भवति इति कारणात् तत्र अस्य सूत्रस्य प्रवृत्तिः न भवति इति अस्मिन् वाक्ये उक्तम्. अजन्तप्रत्ययः आयसि चेत् तिङ् प्रत्ययात् प्राक् हल् वर्णः नास्ति. अस्तु, तत्र तदेव उक्तं यदि अजन्तप्रत्ययः भवति अधुना तु तस्मात् हल् वर्णः तिङ् प्रत्ययात् प्राक् हल् वर्णः नास्ति. यदि अजन्तप्रत्ययः अस्ति यदि तत्र तस्मात् पूर्वं यदि हलन्तधातु नास्ति तथापि अस्य सूत्रस्य प्रसक्तिः नास्ति इति उक्तम्. अथ तत्र जल स्थलद्वयेषु एकं तु प्रत्ययः अजादि न भवेत्, एकं तु धातु हलन्तः भवेत् इति द्वितीयः स्थले तत्र अस्य सूत्रस्य प्रवृत्तिः नास्ति. इह सर्वे विकरणप्रत्ययाः अजन्ताः, अतः मध्ये विकरणप्रत्ययः न स्यात्. एतत् वाक्यं कुत्र? इह सर्वे विकरणप्रत्ययाः अजन्ताः, सर्वे विकरणप्रत्ययाः अजन्ताः नास्ति न भगिनि, अतः मध्ये विकरणप्रत्ययः न स्यात्. क्रयादिभ्यः श्नु इत्यस्मिन् तु तत्र तु अजन्तप्रत्ययः नास्ति किल, तत् विकरणप्रत्ययः न श्नु, श्नु प्रत्ययः तत्र नु उकारः अजन्तः एव खलु, नु नु उकारः अजन्तः खलु. अस्तु अजन्तः, ओके अन्तः अस्ति, अस्तु अस्तु. कुत्र हलन्तः? हलन्तः भवति इति चेत् केवलम् अदादिगणे, जुहोत्यादिगणे, रुदादिगणे, त्रिषु गणेषु हलन्त हलन्त अङ्गम् हलन्तम् अङ्गं लभ्यते. श्नं रुदादिभ्यः श्नं, अस्तु. हा अदादि तु रुदादिगणे, रुदादिगणे सर्वे धातवः हलन्ताः. श्नम् इति प्रत्ययः धातोः मध्ये आयाति मित् इति कृत्वा. सत्यं सत्यम्, अतः हलन्तः एव भवति. सत्यं हलन्तः एव धातुः, सर्वे धातवः हलन्ताः, अतः तत्र अवसरः भवति. जुहोत्यादिगणे ये हलन्तदातवः सन्ति तत्र अवसरः भवति, अदादिगणे ये हलन्तदातवः सन्ति तत्र अवसरः भवति. इत्युक्ते धातोः अनन्तरं विकर्णप्रत्ययः न भवेत्. अस्तु समीचीनम्. अन्यत्र अजन्तप्रत्ययः एव भवेत् किल, तत्र तु भवति अजन्तः एव भवति अस्मात्. अस्तु तर्हि एतेषु अजन्तः, अजन्तः सत्यं रुदा, अतः तत्र तर्हि सार्वधातुकप्रकरणे धातु तिङ् प्रत्ययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति इत्युक्ते अदादिगणे तु नास्ति, जुहोत्यादिगणे अपि नास्ति, रुदादिगणे यद्भवति उक्तवती तत्र श्नाम् इति मित् इति अस्ति, मित्रचोन्त्यात् परः इत्यनेन अन्त्यात् अचः पूर्वं प्रत्ययः आगच्छति. अन्त्यात् अचः परः पूर्वं अचः परः, हा क्षम्यम्, अन्त्यात् अचः परः तत्र, हा अस्तु, अन्त्यात् अचः परः विकरणप्रत्ययः आगच्छति, अतः तत्र हलन्तः धातुः एव भवति. यङ् लुकि अपि विकरणप्रत्ययः नास्ति इति कारणात् तत्र अस्य सूत्रस्य प्रवृत्तिः अस्ति इति उक्तम्. अग्रे अपि पठामि वा, अन्य कोऽपि पठन्ति वा भगिनि? हा बहु सम्यक् भगिनि, समीचीनं, धन्यवादः. इति तत्र तावदेव स्मर्तव्यम् इत्युक्ते हल्न्यावयो दीर्घसूत्रस्य पृत्तं हल् इत्यस्य अवसरः अदादिगणे, जुहोत्यादिगणे, रुदादिगणे भवति, अपि च यङ् लुकि प्रचुररूपेण अभ्यासस्य अवकाशः अस्ति तत्र, यतोहि तत्र ये ये हलन्तदातवः सन्ति तेषां यङ् लुगन्तरूपं वयं साधयामः चेत् तदानीं तत्र विकरणप्रत्ययः न भवति. यङ् लुकि विकरणप्रत्ययस्य लोपः भवति सार्वधातुकप्रक्रियायां. यङ् लुगन्तधातुः यदा निष्पन्नः तस्मात् यदा तिङ् प्रत्ययः विधीयते तदानीं कर्तरे शप् इत्यनेन शपः विधानं भवति, तत्पश्चात् शपः लोपः अपि भवति इति कृत्वा तत्र सर्वे यङ् लुगन्तधातवः हलन्ताः भवन्ति. हलन्ताः इति कृत्वा तत्रापि अवसरः भवति. सर्वे धातवः न इत्युक्ते ये मूलदातवः हलन्ताः ते धातवः हलन्ताः एव भवन्ति, यतोहि धातुः हलादिः, हलादिः धातुः अस्ति चेदेव तत्र यङ्लुगन्तरूपं लभ्यते. हलादि एकाचो इति अस्ति खलु सूत्रम्, हलादि एकाचो समभिव्याहारे इति अस्ति खलु सूत्रम्, किमस्ति तत्र सूत्रम्, एकाचो धातोरेकाचो, धातोः धातोरेकाचो हलादि समभिविहारे यङ् इति सूत्रं, हा हा इति अस्ति इति कृत्वा यङ् लुगन्तधातु धातोः अपि अवसरः अस्ति, तद्वयं पश्यामः अग्रे. अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः. किम् अरुणा भगिनी अग्रे पठति वा? आं भगिनि, पाणिनिधातुपाठे भगिनि न अत्र भगिनी वंशी भगिनी भवति अदादिगणे शपः लुक् लोपः भवति ततः पठनीयं खलु आं भगिनि आमां स्मरणभगिनी ततः अदादिगणे शपः लुक् लोपः भवति अतः धातुः हलन्तः चेत् हल्नाभ्यो दीर्घातुसुतिश्च सूत्रस्य प्रसक्तिः जुहातिगणे स्टप् लु लोपः भवति अतः धातुः हलन्तः चेत् तत्रापि सूत्रस्य प्रसक्तिः रुदादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति अतः धातुः हलन्तः चेत् सूत्रस्य प्रसक्तिः अस्ति एव रुदादिगणीयधातवः सर्वे हलन्ताः यङ् लुकि विकरणप्रत्ययः न भवति अतः धातुः हलन्तः चेत् अत्रापि सूत्रस्य प्रसक्तिः ओके अधुना विवरणं दत्तम् अदादिगणे किमर्थं अल्नाद्यो दीर्घ वर्तते इत्यनेन अदादिगणे अत्र वयं जानीमः सप् लुक् भवति अतः धातुः हलन्तः तदा एव जुहोत्यादिगणे अपि सप् फ्लू इत्यनेन लोपः भवति अतः धातुभिः हलन्तम् अस्ति रुदादिगणे वैजने विकरणप्रति धातुः मध्ये आयाति अतः धातुः हलन्तः वयं जानीमः सर्वाणि सर्वे धातवः रुदादिगणे हलन्ताः यङ् लुकि अत्र अपि विकरणप्रत्ययः न भवति अतः धातुः हलन्तम् एव अत्रापि हल्नाभ्यो दीर्घात् सुतिश्च पृत्तम् हल् इति कार्यं करोति लङ्लकारे आमां किञ्चित् अग्रेपि पठतु अत्र उक्तं यत् लङ्लकारे हल् सन्धिः पदान्ते भवति यत्र धातुः हलन्तः अपि च विकरणप्रत्ययः न भवति लङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने तिपि सिपि इति प्रसङ्गः ओके लङ्लकारे सन्धि पदान्ते भवति धातुः हलन्तम् अत्र विकरणप्रत्ययः न भवति उदाहरणमस्ति लङ्लकारे केवलं प्रथमपुरुष एकवचन मध्यमपुरुष एकवचन एव तकार सकार एकप्रत्ययाः एकाल्प्रत्ययाः अत्र अकृतः इति संज्ञा भवति आं भगिनि वदतु एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति अदादिगणे जुहोत्यादिगणे रुदादिगणे यङ्लुग्वन्ते च इति उत्तरं लब्धं तत्र बहूनां जिज्ञासा युत्पन्ना यङ्लुग्वन्तं नाम किम् अत्र तस्मिन् सम्बन्धे किञ्चित् प्रस्ताप्यते परिचयत्वेन अत्र लङ्लकारे अल्लाद्योद्योगश्च प्रकृतः सूत्रं वयं जानीमः यत्र यत्र भवति अदादिगणे दुहत्यादिगणे रुदादिगणे अङ्गुलोङ्गधातुनाम् अत्र भवति अधुना वयं पठामः यङ् लुगन्त किम् इति परिचयमेव दत्तम् अधुना सम्यक् भगिनि सम्यक् समीचीनं तर्हि अत्र इदानीं यङ् लुगन्तधातोः परिचयः दीयते इत्युक्ते अदादि किमर्थम् अदादिगणे जुहोत्यादिगणे रुदादिगणे एव हल्याभ्यो दीर्घसुतिस्य पृत्तं हल् इत्यस्य कार्यं भवति इति अत्र सम्यक्तया उक्तम् अदादिगणे तु विकरणप्रत्ययस्य लुक् भवति, अतः विकरणप्रत्ययः न भवति. धातुः हलन्तः चेत् तत् तस्मात् लङ्लकारस्य तप्रत्ययः, सप्रत्ययः, अपृक्तसंज्ञकप्रत्ययः वर्तते चेत् कार्यं भवति. अनन्तरम् एवमेव जुहोत्यादिगणे विकरणप्रत्ययः न भवति, लुप्यते. धातुः हलन्तः चेत् तत्रापि हल्न्याभ्यो दीर्घास्तुतिस्य प्रथम हलितस्य अवसरः. एवमेव रुदादिगणे, रुदादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति, धातोः अनन्तरं नास्ति, धातोः मध्ये आयाति. अतः तत्र सर्वे धातवः हलन्ताः इति कृत्वा तत्र सर्वत्र लङ्लकारे अवसरः भवति इति कृत्वा त्रिषु गणेषु अवसरः अस्ति. अनन्तरं यङ्लुगन्तधातोः प्रसङ्गे अपि अवसरः अस्ति. तर्हि यङ्लुगन्तधातुः नाम कः इति अत्र किञ्चित् उच्यते. तर्हि उषा भगिनी अग्रे पठति वा? अस्तु भगिनि. पाणिनेः धातुपाठे द्विसहस्रं, पाणिनेः धातुपाठे 2000 धातवः सन्ति. भू, दा, पट्, लिक्, न्या, त्री इत्यादयः 2000 धातुषु अस्माकं बहवः परिचिताः. इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इत्युच्यन्ते. पाणि वयं जानीमः 2000 समीपं धातवः सन्ति धातुपाठे, पाणिनेः धातुपाठे. भू, दा, पट्, लिक्, ञा, त्रि इत्यादयः धातुः अस्माकं परिचिताः एव. इमे धातवः औपदेशिकधातवः इति उच्यन्ते यतोहि धातुपाठे दत्तम् अस्ति इत्यनेन, औपदेशिक उपदेशे अस्ति इत्यनेन औपदेशिकधातवः इत्युच्यन्ते. अग्रे पठामि भगिनि. तदा द्वादश प्रत्ययाः सन्ति येभ्यः धातुभ्यः विधीयन्ते. यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति. येषाम् अस्माभिः नूतनतया निष्पादितधातूनां नाम नूतना इति अस्ति खलु, नूतना, नूतनया. ओ अस्तु भगिनि, ओके. नूतनया निष्पादितधातूनां नाम आतिदेशिकधातवः. यथा निच् प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः, लिक् इति औपदेशिकधातुः. तस्मात् यदा णिच् विहितः भवति तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः. अयं च आतिदेशिकधातुः. सनन्तधातवः अपि तथा. कृ इति औपदेशिकधातुः, चिकीष इति सनन्तः आतिदेशिकधातुः, लटि चिकीर्षति. अस्तु भगिनि, वयम् औपदेशिकधातवः दृष्टवन्तः यत् धातुपाठे दत्तम्. अग्रे अस्ति द्वादशप्रत्ययाः सन्ति येभ्यः धातुभ्यः यत् औपदेशिकधातोः कृते इमे प्रत्ययाः विधीयते तदा नूतनधातवः निष्पन्नः, धातवः निष्पन्नः इत्यनेन अस्माभिः नूतनया निष्पादितधातु यत् अत्र आयाति प्रत्ययाः विहिताः भवन्ति चेत् इमे प्रत्ययाः दट्ट द्वादश प्रत्ययाः णिच् सन्न यङ् णिच् सन् यङ् वयं परिचयः अपि च क्यच् काम् यच् इति क्विप् णिच् प्रत्ययाः द्वादशप्रत्ययाः सन्ति औपदेशिकधातवः कृते. द्वादशप्रत्ययाः विहिताः चेत् नूतनधातवः निष्पन्नः भवति. ते धातोः ते धातवः वयं वदामः आतिदेशिकधातवः इति. यथा णिच् प्रत्ययः अस्माकं परिचितमेव, णिजन्तधातु इति वदामः, णिजन्त लिक् इति औपदेशिकधातु, णिच् प्रत्ययः विहितः चेत् नूतन णिजन्तधातु निष्पन्नः भवति, लिखि इति भवति. अयं च आतिदेशिक लिखि इति आतिदेशिकधातुः, तथा अपि सन् प्रत्ययः अपि अस्ति. कृ इति औपदेशिकधातु, सन् प्रत्ययः योजयामः चेत् चिकीर्ष इति सनन्तधातुः निष्पन्नः भवति, तत् चिकीर्ष इति धातु आतिदेशिकधातुः इति वदामः. तस्य लटिरूपम् अस्ति चिकीर्षति इति रूपं निष्पद्यते. आतिदेशिकधातोः कृते लटि सर्वे लकारः अपि अनन्तरं विधीयते. समीचीनम्. इत्युक्ते धातुतः धातुप्रत्ययाः सन्ति खलु, धातुप्रत्ययाः सन्ति, तेषां विधानं यदा भवति तदानीं किं भवति इति चेत् नूतनधातुः लभ्यते. सनाद्यन्ता धातवः इति नूतनधातुः लभ्यते. तादृश द्वादशधातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. यङ् प्रत्ययस्य विकल्पेन लोपः अपि कदाचित् भवति, विकल्पेन भवति. यङ् अपि भवति, यङ्गन्तधातुः अपि भवति, यङ् लुगन्तधातुः अपि भवति. द्वयमपि आतिदेशिकधातुः, द्वयमपि सनाद्यन्तधातवः इत्यनेन द्वयमपि धातुसंज्ञां प्राप्नोति. तर्हि चिकीर्षति इत्यत्र तु चिकीर्ष इति सनन्तधातुः अस्ति कृधातुतः. सन् सन् प्रत्ययः अपि धातुप्रत्ययेषु अन्यतमः अस्ति, एवमेव यङ् प्रत्ययः अपि. अस्तु भगिनि, धन्यवादः. इदानीं किञ्चित् अग्रे गच्छामः. तत्र किं सूर्यकुमारी भगिनी पठति वा? हा भगिनि, नमस्ते. येषु द्वादशसु प्रत्ययेषु यङ् प्रत्ययः अन्यतमः, वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यथा निचि अपि च सन् अस्य यङ् प्रत्ययस्य धातूनां संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यमस्ति यत् तस्य लोपः तदर्थं लुक् अपि भवितुम् अर्हति. यत्र यङ्गः लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते. यङन्तानां यङ् लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते. यत्र यङ् धातु यङ् प्रत्ययविषये उक्तं, यङ् प्रत्यय सनाद्यन्तधातुत्वे अन्यतमः अस्ति. यङ् प्रत्यय कथं भवति इत्युक्ते वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यङ् प्रत्यय अपि धातूनां संयोजनेन नूतनधातुः निर्मितः भवति. आतिदेशकधातुः इति यदा यगन्तधातुः इति वदामः, यङ् प्रत्ययस्य वैशिष्ट्यमस्ति. कुत्रचित् यङ् प्रत्यय अस्ति, कुत्रचित् लोपः अपि भवति. यत्र लोपः भवति तत् नाम यङ् लुगन्त इति. यगन्तानां यङ् लुगन्तानाम् अर्थः समानं, रूपमेव भिद्यते इति. अग्रे पठामि वा भगिनि? आमामाम् अग्रे पठतु. यङ् लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र स्तपः लुक् भवति अदादिगणवत्. अन्ये सर्वे आतिदेशकधातवः धातवः भ्वादिगणीयाः यथा सनन्ताः निजन्ताः यगन्ताः तेषां सर्वेषां कृते स्यप् विकरणप्रत्ययः भवति. तत्र यङ्लुगन्तधातवः धातवः आदादिकाः इत्युक्ते अदादिगणे एव भवति, तत्र स्टेप् लुक् भवति. अन्ये सनाद्यन्तदातवः भ्वादिगणीयाः यदा सनन्ताः निजन्ताः यगन्ताः इति सपः विकरणप्रत्यये आयाति. यङ् लुगन्त एव सपः लुक् भवति. तदर्थम् अदादिगण इव प्रवर्तते इति. हल्सन्धिविषये अस्माकम् अभिरुचिः यङ् लुगन्तानां, यतोहि तत्र विकरणप्रत्ययः न भवति. अतः यङ् लुगन्तधातुः हलन्तः चेत् तस्य लङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने पदान्ते हल्सन्धिः अर्हः यदा सङ्गम्. एतादृशी बहूनि रूपाणि अग्रे प्रदर्शितानि. हल्सन्धिविषये यङ्लुगन्त धातवः यत्र हलन्तधातुः अस्ति तत्र यङ्लुगन्तधातुः हलन्तधातुः अस्ति तत्र हलसन्धिविषये बहूनि रूपाणि प्रदर्शितानि अधोभागे. अधुना अनुभवार्थं यङ्लुगन्तानां लट्लकार लकारः कथं भवति इति पश्येम. अत्रापि हल्सन्धेः अवसरः. लट्लकार कथं भवति इति हल्सन्धिविषये अवसरः अस्ति. यङ्लुगन्तधातुविषये धातुः अस्ति पट् धातुः. समीचीनं भगिनि, बहु सम्यक् अस्ति. सम्यक्, धन्यवादः. सम्यक् सम्यक्. तर्हि अत्र यङ् लुगन्तधातुः इत्युक्ते अत्र यङ् यदा धातुतः यङ् प्रत्ययः वारं वारम् अधिकाधिकम् इत्यस्मिन् अर्थे यङ् प्रत्ययः विधीयते, तस्य विकल्पेन लोपः भवति. तस्य विकल्पेन लोपः भवति चेत् तदानीं यङ् लुगन्तधातुः इति वयं वदामः. तर्हि तादृशधातुः द्वित्वमपि भवति. यङ्गन्तधातोः यङ्लुगन्तधातोः द्वित्वमपि भवति. द्वित्वं भूत्वा तत्र नूतनधातुः लभ्यते. नूतनधातुः यदा लभ्यते इत्युक्ते द्वित्वं भवति चेत् तत्र अभ्यासकार्याणि, सामान्य अभ्यासकार्याणि, विशेष अभ्यासकार्याणि एतत् सर्वं भवति. तदानीं नूतनधातुः यङ्गन्तधातुः वा यङ्लुगन्तधातुः वा निर्मितः भवति. तादृशधातुतः तिङ्गन्तप्रक्रियायां तिङ् प्रत्ययः विधीयते. लट्लकारः विधीयते, लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु कश्चन लकारः विधीयते. तदानीं तत्र शप् प्रत्ययस्य विधानं भवति. यतोहि अत्र तिङ् प्रत्ययः कर्त्रार्थकः सार्वधातुकः अपि वर्तते इति कृत्वा धातुतः शपः विधानं. तादृशशप् प्रत्ययस्य लुक् अपि भवति अदादिगणवत्. अदादिगणवत् लुक् अपि भवति इति कृत्वा अत्र यङ्गन्तधातुः अथवा यङ्लुगन्तधातुः, यङ्गन्तधातुः न, यङ्गन्तधातुः तु सर्वे अजन्ताः एव भवन्ति. यतोहि यङ् प्रत्ययः तिष्ठति. यङ् प्रत्यये य इति अवशिष्यते, यकार उत्तरवर्ति अकारः अस्ति इति कृत्वा ते सर्वे धातवः अजन्ताः. परन्तु यङ्लुगन्तधातवः ये मूलधातवः हलन्ताः सन्ति तस्मात् विकरणप्रत्ययः लुप्यते इति कृत्वा धातुः हलन्तः चेत् तदानीं हल्सन्धेः अवसरः तत्रापि भवति. अस्तु, तर्हि इदानीम् उमा भगिनी अग्रे पठति वा? प्रश्नः अस्ति वा कस्यचित्? भगिनी यङ् लुकन्दानां कृते यङ् अपि लुप्यते शप् अपि लुप्यते शप् अपि लुक् भवति सपः लुक् आम् आमां यङ्गः लुक् सपः लुक् दातवः अदादिकाः न तत्सर्वम् अभवत् इदानीं पट् धातुः इति स्वीकुर्मः पट् धातु इति स्वीकुर्मः यथा पट् धातु योगः निच् पाटि इति नूतनधातुः लटि पाठयति इति आगच्छति तथैव पट् धातु यङ् लुक् पापट् इति नूतनधातुः पापट् नूतनधातुः लटि पापट् पापट्ति बालकः वारं वारम् अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे बालकः पापट्ति अत्र पश्यतु यत् औपदेशिकः पट् धातुः चेत् रूपम् एव पट् योगः अयोगः ति पठति परन्तु यं युगन्तधातुः चेत् मध्ये विकरणप्रत्ययः नास्ति पापट् योगः ति अतः अत्र हल्सन्धिः भविष्यति तेन एव कारणेन हल्सन्धेः अभ्यासार्थं यं युगन्तधातवः समीचीनाः यथा पापट् योगः ति स्तुत्वत्वं सारि स्तुत्वं सुनास्तुः पापट् योगः ति सत्त्वः खरीश पापट् ति वर्णमेलनेन पापट्टि अत्र यं लुगन्तदातवः इत्यस्य विषये दत्तं पट् धातुः उदाहरणम् अपि वर्तते यङ् लुगन्तधातु चेत् ओके प्रथमे औपदेशिक पट् धातु चेत् रूपम् एवं पट् योगः अयोगः अस्ति पठति इति आगच्छति बट् यङ् लुगन्तधातुः चेत् मध्ये न विगतप्रत्यय प्रत्ययः नास्ति पापट् इति निचि आगच्छति तु पापट् योगः ति सुनास्तुः सूत्रस्य पट् प्लस् टि टि बिकम् टि सत्त्व खरीश पापट् टि वर्णमेलनेन पापट् टि इति आगच्छति अग्रे पठामि वा आमां समीचीनम् इत्युक्ते यङ्गन्तधातुः यङ्ग्लुगन्तधातुः द्वयोः अर्थः समानः परन्तु रूपं भिद्यते इदानीं यङ् लुगन्तधातुः भवति पट् धातुतः पट्य पापट्य पापट्य इति यङ्गन्तधातुः पापट्य पापट्यते इति आत्मनेपदीरूपं भवति पापट्यते यङ् लुगन्तधातुः पापट् इति धातुः पापट् योगः ति पापट्टि इति अस्ति तर्हि अत्र तु परस्मैपदे अस्ति रूपं द्वयोः अर्थः तु समानः अतः पापट्टि इति रूपं भवेत् अथवा पापट्यते इति रूपं भवेत् पापट्यते एकक्षणं पापट्यते इत्यनेन कर्मणि प्रयोगः इति न अर्थः पापट्यते इति तु कर्तरिप्रयोगः पापट्यते वदतु भगिनि क्षम्यतां भगिनि तत्र पापट्यते इति आत्मनेपदीरूपं भवति किल तर्हि एकः तु आत्मनेपदीरूपं प्राप्नोति, एकं तु परस्मैपदीरूपं प्राप्नोति वा? आम्, यङ्लुगन्तदातवः सर्वे परस्मैपदीरूपं तत्र यङ्लुगन्तधातूनां. यङ्गन्तानां तु आत्मनेपदी. अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. अस्तु, तत्र उमा भगिनी, भवती जुहोति अधिगणे कस्य रूपं वक्तुम् इष्टवती? पृधातोः लङ्लकारस्य रूपं वा? उमा भगिनी कुत्र गतवती? कस्य रूपं वक्तव्यम् आसीत् भवत्या? प्रूदातुः लण्लकारः गतवर्गे मया हा, तर्हि इदानीं वक्तुम् इच्छति वा? तत् समापयामः, तदनन्तरं समयः अस्ति चेत् अग्रे गच्छामः, नो चेत् भवतु तत्र अत्र स्थगनं कुर्मः. भवती वदतु प्रूदातुः. लण्लकार प्रीधातोः लण्लकारः पितृ योगः पितृजाङ्गं योगः च अनागमः अपितृयोगः च अपिपः यदि तकारलोपः अन्याभ्युदीर्घ सुतिश्च कृतः इति अपिप विसर्गः आदेशः अपितः इति आगच्छति. अपितृयोगतां ऋस्थाने अपि ऋकारः अपितु योगतां केन सूत्रेण उकारः उदोष्टपूर्वस्य द्वयोः अपि आगच्छति. सो अपिपुर् योगः ताम् अपिपुर् देन् हलिञ्चसूत्रस्य दीर्घत्वम् आगच्छति अपिपुर् ताम् देन् अपितृ योगः उः दोषदातु अपि अपितृ सिजभ्यस्य विनिभ्यस्य सूत्रस्य अपितृयुग युः यदि जुस्थाने उः आगच्छति गुणः भवति अजाविपरे अपित् अपि गुणः भवति. सूत्रम् अजादु जुषि इदन्त अङ्गस्य गुणः अपिपर् योगः युः अपिपरुः इति आगच्छति. देन् मध्यमपुत्रे अपितृ योगः स गुणः स लोपः कन्याभ्युदीर्घसुतिस्य पुत्रं फलते स लोपः भवति. सो अपितृ योगः गुणः सम्भवति अपिपर् योगः अपितः सारि अपिपः रेपुस्थाने विसर्गः आदेशः देन् अपितृयोगः तं दोष्ट्यपूर्वस्य उरण्डपरः सुकृते अपिपूर्योगः तं हलीश अपिपूर्तम् अपिपूर्त देन् उत्तमपुरुषः अं वाम अत्र अं पितपि पित् अस्ति सुगुणः पृच्छते अपितृयोगः अम् अपिपयोगः अम् अपिपरम् अपितृयोगः यन् वम अपिपुर् योगः व यन् हलीशसे अपिपूर्व अपिपूर्व. सम्यक् सम्यक् सम्यक्. अतः वस्तुतः अत्र प्रसङ्गप्राप्तम् अस्ति. किमर्थं चेत् अपिपृ इत्यत्र गुणः यदा भवति अपिपर् इदानीं हलन्तधातुः, हलन्तधातुतः तप्रत्ययः अपृक्तसंज्ञकप्रत्ययः इति कृत्वा हल्याभ्योदीर्घसूतिस्य पृक्तं हलितेन तप्रत्ययस्य लोपः भवति. अपिपर् इति पदम् अस्ति, तर्हि पदान्ते करवसानियो विसर्जनीयः इत्यनेन विसर्गः अपिपः. एवमेव मध्यमपुरुषे एकवचने अत्र अस्माकं विषयः अस्ति हल्याभ्यो दीर्घस्तुतिस्य प्रक्तं हल् अतः अपिपर् इति विषयः प्रसङ्गप्राप्तः अत्र उचितः विषयः अस्ति अप्रासङ्गिकम् इति नास्ति अप्रासङ्गिकम् इति नास्ति अस्तु समीचीनम् इतोपि तत्र किञ्चित् समयः अवशिष्टः अस्ति तर्हि अत्र करपत्रे विजयलक्ष्मी भगिनी अग्रे गच्छति वा सर्वैः पठितम् इति मन्ये क्षम्यतां विजया भगिनी अपि आगतवती ओ ओके ओके अस्तु अस्तु तर्हि अनिमा भगिनी प्रथमतया पठतु तदनन्तरं विजया भगिनी आम् क्षम्यता भगिनी विलम्बः जातः ध्येयं यत् औपदेशिकपठधातोः लट्लकारे हल् सन्धेः अवकाशः नास्ति पठयोगः आयोगः ति पठति केवलं वर्णमेलनं विकरणप्रत्ययस्य कारणात् परन्तु यङ् लुकि हल् सन्धि अवकाशः भवति विकरणप्रत्ययस्य अभावात् अतः हल् सन्धेः अभ्यासार्थं यङ् लुकन्धधातवः समीचीनः इदानीं वयम् उक्तवन्तः यतोहि तत्र विकरणप्रत्ययः मध्ये आगच्छति तत्तु अकारः अस्ति अतः तत्र हल्सन्धेः अवकाशः न भवति केवलं वर्णमेलनम् एव भवति इति अग्रे पठामि वा अग्रे किञ्चित् पठतु अदादिगणे जुहोत्यादिगणे रुधादिगणे येषां औपदेशिकधातूनां हल्सन्धेः अवसरः तु अस्ति विकरणप्रत्ययस्य अभावात् परन्तु तत्र धातवः परिगणिताः अपि च येषां गणीयधातूनाम् अन्ते सर्वे हल्वर्णाः न प्राप्यन्ते अतः बहूनां हल्वर्णानां सन्ध्याभ्यासः तत्र न लभ्यते दृष्टान्ते यङ् लुकि पापड् इति ढकारान्तधातुः प्राप्तः येन ढकारस्य हल्सन्धि अभ्यासः भवति परन्तु अदादिगणे जुहोत्यादिगणे रुधादिगणे च कोऽपि ढकारान्तधातुः नास्ति इत्थञ्च यङ् लुकि सुन्दररीत्या हल्सन्धेः अभ्यासः भवति यङ् लुकन्धधातूनाम् अन्ते प्रायः सर्वे हल्वर्णाः प्राप्यन्ते यतोहि अदादिगणे जुहोत्यादिगणे रुधादिगणे हल्सन्धेः अवसरः तु अस्ति यतोहि विकरणप्रत्ययः तस्य न भवति परन्तु धातवः परिगणिताः एव केचन एव धातवः सन्ति तत्र तत्रापि सर्वेषां हल्वर्णाः अन्ते भवति इति न अस्ति तत्र अस्मिन् उदाहरणे पापट् इति ढकारान्तधातुः तु कुत्रापि न लभ्यते अत्र यङ् लुग् प्रकरणे यदा वयम् अभ्यासं कुर्मः तत्र एव बहूनां वर्णानाम् अभ्यासः भवति ढकारान्तधातुः अन्यत्र कुत्रापि नास्ति परन्तु यदा वयं पठधातुः स्वीकुर्मः तत्र पापठ् इति ढकारान्तधातुः अस्माभिः पापठ् ढकारान्तः अस्ति किल न अहं दोषेण श्रुतवती वा इति चिन्तयन्ती अस्मि डकारः नास्ति वा टकारः इति एव उक्तवती खलु अथवा टकारः इति उक्तवती वा किम् उक्तवती जानामि भगिनी अहं चिन्तयामि टकारः इति उक्तवती टकारः एव भगिनी प्रायः तथा श्रूयते अग्रे गच्छतु अतः यङ् लुक्कि बहूनां यत्र अन्यत्र कुत्रापि तादृशः वर्णः नास्ति तादृशम् अत्र उदाहरणरूपेण प्राप्यते अतः यङ् लुकन्धधातूनामेव हल्सन्धिविषये वयम् अभ्यासार्थं स्वीकुर्मः इति समीचीनं सम्यक् भगिनि धन्यवादः सम्यक् अस्ति अत्र किमर्थं यङ् लुकन्धविषये चिन्तनम् अत्र क्रियते सार्वधातुकप्रक्रिया जायमाना अस्ति कथं यङ्लुगन्तधातूनां चिन्तनम् अत्र क्रियते इति चेत् केवलं हल्सन्धि अभ्यासार्थं यङ्लुगन्तधातूनां विषयः अत्र स्वीक्रियते वस्तुतः धातोः यङ्लुगन्तधातोः निर्माणं कथं भवति इति अत्र न चर्च्यते अस्तु तर्हि इदानीं विजयाभगिनी अग्रे नमस्कारः क्षम्यतां भगिनि एकक्षणम् अत्र यङ्लुक् धातूनां परिगणना किमर्थं भवति इति इत्युक्ते अदादिगणे जुहोत्यादिगणे रुधादिगणे च हलन्ताः धातवः सन्ति तर्हि कः हलन्तदातवः सन्ति हलन्तदातवः सन्ति परन्तु धातोः अन्ते सर्वे हल् वर्णाः सन्ति इति न केचन वर्णाः एव सन्ति यङ्लुगन्धधातुः स्वीक्रियते चेत् तत्र सर्वे बहवः वर्णाः हल् वर्णाः लभ्यन्ते थकारः इति न लभ्यते पट् धातुः तु पठति इति भवादिगणीयधातुः अतः सार्वधातुकप्रकरणे कुत्रापि पट् इति हलन्तधातुः न लभ्यते यतोहि विकरणप्रत्ययः तत्र आयाति भवादिगणे इदानीं टकारान्त शब्दः धातुः वर्तते इति चेत् तादृशधातुः यङ्लुकि एव लभ्यते इति कृत्वा हल् सन्धेः अवसरः प्रचुररूपेण लभ्यते अत्र अस्तु भगिनि धन्यवादः अस्तु विजया भगिनी आं महोदय नमस्कारः नमस्कारः अत्र यङ्लुगन्तधातूनां तावदेव विषयः यङ्लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता अग्रे गत्वा अपरस्मिन् पाठे तामपि प्रक्रियां करिष्यामः किन्तु अधुना केवलं यङ्लुगन्तधातुम् आदाय असन्धेः अभ्यासः क्रियते अस्मिन् पाठे अभ्यासार्थं बहुत्र यङ्लुगन्धधातूनाम् उदाहरणानि दत्तानि अत्र इदानीं यङ्लुगन्धधातूनां विषये एव वयं पठितवन्तः अत्र किञ्चित् अग्रे अपि तत्र यदस्ति तत्सर्वं पठित्वा वदतु एकवारं लङ्लकारस्य अपृक्तप्रत्यये परे इतोपि एकः प्रसङ्गः अस्ति यत्र हल्सन्धेः अवसरः प्राप्यते यदि गुणकार्येण हृदिकार्येण च कोऽपि धातुः हलन्तः भवति तत्रापि लङ्लकारस्य सकारप्रत्ययः चेत् अनयोः लोपः वयं पूर्वं यथा अजागुरु योगः सकारः अस्ति चेत् अत्र गुणः भवति सर्वधातुक अर्धधातुकयोः विचयनेन घर् भवति गुणः अजागर् इति भवति इदानीं तकारस्य स्थाने हैव्याभ्य दीर्घात् स्थितिसपृक्तं हल् इत्यनेन तकारस्य लोपः भवति अतः अजागर् इति भवति करावसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः भवति अतः अन्ततो गत्वा अजागः इति भवति अजागृहो योगः सकारः अस्ति चेत् अत्रापि गुणः भवति अजागर् इति भवति तदेव अत्र हैजाग्रदीर्घस्थितिसपृक्तमित्यनेन सकारस्य लोपः भवति अजागर् तत्रापि करावसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः अजागः इति भवति अतः अजाग्रदीर्घस्थितिसपृक्तम् इत्यनेन सकारसकारयोः लोपः भवति इति एतदेव यङ्लुगन्तधातूनाम् उदाहरणानि दत्तं लङ्लकारस्य सकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः लोपः भवति अत्र अकृत्वसंज्ञा भवति अतः तत्र द्वयोः मध्ये लोपः भवति इति तावदेव महोदय तत्र अजागृयोगः तु इत्यत्र उक्तवती वा सकारः अपि उक्तं सकारः अपि उक्तम् अत्र हैदराबादुर्गापि सपृक्तं हल् इत्यनेन सकारसकारयोः अत्र लोपः भवति अनन्तरम् अत्र अजागर् इति भवति अत्र सकारसकारयोः करवसानयोर्विसर्जनीयः इति सूत्रेण अजागः इत्येव भवति. समीचीनं. वस्तुतः अजाग्र इति धातुः अजन्तधातुः, तर्हि साक्षात् प्रथमसोपाने तु हल्याभ्यो दीर्घस्तुतिस्य पृक्तमहल् इत्यस्य प्रसङ्गः नास्ति, परन्तु यदा गुणः जायते सर्वधातुकारधातुकयोः इत्यनेन गुणः यदा जायते तदानीम् अजागर् इति इदानीं हलन्तः जातः इति कृत्वा तस्मिन् सोपाने हल्याभ्यो दीर्घस्तुतिस्य पृक्तमहल् इत्यस्य प्रसङ्गः भवति, येन प्रत्ययस्य अपृक्तसंज्ञकप्रत्ययस्य लोपः भवति इति कृत्वा अजागः इति रूपं लभ्यते प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने उभयत्र इति कृत्वा. अत्र यङ्लुगन्तधातोः विषये चिन्तनं कृतम्, अनन्तरं हल्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इति तु अदादिगणे जुहोत्यादिगणे रुदादिगणे यङ्लुकि भवति इति उक्तम्. तत्रापि केवलं हलन्तधातूनामेव इति नास्ति, अजन्तधातूनाम् अपि भवितुमर्हति यदा ते धातवः हलन्तः भवन्ति प्रक्रियावस्थायां, तदानीं तत्रापि भवति. तस्य उदाहरणमस्ति अजाग्र इति उदाहरणम् इति. इदानीं क्रमेण अत्र लङ्लकारे रूपसाधनार्थं हल्सन्धिकार्याणि कानि कार्याणि इति वयं क्रमेण पश्यामः. पदान्ते संयोगः, चवर्गान्तदातवः, हकारान्तदातवः इत्येवं रीत्या अत्र बहूनि सूत्राणि सन्ति, तद्वयम् अग्रिमसप्ताहे पठिष्यामः. अत्र कोऽपि संशयः अस्ति वा? नास्ति चेत् अत्र विरमामः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. नमस्कारः.